सर्वेभ्यो नमस्कारः. अस्माकं सम्मासचिन्तनवर्गे सर्वेषां सुस्वागतम्. इदानीं प्रार्थनां कृत्वा अग्रेसरेण. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. तेनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन धूता गिरः पुंसां विमलेशब्दवारिभिः समस्तज्ञानदं भिन्नं तस्मै पाणिनये नमः. ऐ उण् ऋलुक् एवुङ् अय्यौ च अयवरट् लण् न्यमङननम् झमै झडदश् जबगडदश् खप चट चटौ कपै शशसर् हल् इति माहेश्वराणि सूत्राणि. अत्र सूत्रपाठं स्वीकुर्मः. पुस्तकं सूत्रपाठपुस्तकं कृपया स्वीकुर्वन्तु. अत्र पुटसङ्ख्या अस्ति 44, द्वितीयार्धे प्रथमस्पादः. अत्र पुष्पा भगिनी. अहं वदामि, भवती अनुवदति वा? किं करोमि? अनुवदति वा? अहं सूत्रं पठामि, अनुपठतु. पठति वा? मम पार्श्वे सूत्रं नास्ति इदानीं. सुमन् भगिनी, भवत्याः समीपे अस्ति वा पुस्तकम्? आं महोदय. अस्तु, अहं पठामि. समर्थः पदविधिः समर्थः पदविधिः शुभान् मन्त्रिते पराङ्गवत्स्वरे महोदय. विनय महोदय, कृपया म्यूट् मध्ये भवतु महोदय. अस्तु, शुभान् मन्त्रिते शुभामन्त्रिते पराङ्गवत्स्वरे शुभामन्त्रिते पराङ्गवत्स्वरे प्राक्कडारात् समासः सहसुपा अव्ययीभावः अव्ययं विभक्तिसमीपसंवृद्धिर्द्वियर्थाभाव अत्यय असम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्वयोगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु. अहं समीचीनं न वक्तुं शक्नोमि. अव्ययं विभक्तिसमीप शब्दप्रातुर्भाव पश्चाद्यथा पश्चात् यथा आनुपूर्व्य आनुपूर्व्य योगपद्य योगपद्य सादृश्यसम्पत्ति सादृश्यसम्पत्ति साकल्यान्तवचनेषु साकल्यान्तवचनेषु अव्ययं विभक्तिसमीपसंवृद्धि अव्ययविभक्तिसमीपं संवृद्धिः समीपं नास्ति समीपसंवृद्धि अद्य विभक्तिसमीपसंवृद्धिः वृद्धिरर्थाभाव अत्ययसम्प्रति वृद्धिरर्थाभाव सम्प्रतिः शब्दप्रातुर्भाव शब्दप्रातुर्भाव पश्चात् यथानुपूर्व्य पश्चात् यथानुपूर्व्य योगपद्यसादृश्यसम्पत्ति योगदृश्यसम्पत्ति योगपद्य सादृश्यसम्पत्ति सादृशं सम्पत्ति सादृश्यसम्पत्ति सादृश्यसम्पत्ति साकल्यान्तवचनेषु साकलान्तवचनेषु साकल्यान्तवचनेषु साकल्यान्तवचनेषु यथा सादृश्ये यथा सादृश्ये यथा सादृश्ये यथा सादृश्ये यावदवधारणे यावद अवधारणे यावदवधारणे यावदवधारणे सुप्रतिनां मात्रार्थे सुप्रतिनां मात्रार्थे सुप्रतिनां मात्रार्थे सुप्रतिनां मात्रार्थे अक्षशलाकसङ्ख्याः परिणा अक्षशलाकसङ्ख्या परिणा अक्षशलाकसङ्ख्याः परिणा अक्षशलाकसङ्ख्या परिणा अस्तु भगिनि धन्यवादः धन्यवादः महोदय अनेके धन्यवादः अति उत्तमम् आसीत् विनय महोदय विनय महोदय अन्वित् करोतु अहं वदामि अनुवदतु विभाषा ओ विभाषा विभाषा विभाषा विभाषा अपपरिबहिरञ्चवः अपपरिबहिरवञ्चवः अपपरि अपपरि वदतु अपपरि अपपरि बहिरञ्चवः बहिरञ्चवः बहिरञ्चवः बहिरञ्चवः पञ्चम्या पञ्चम्या पञ्चम्या पञ्चम्या अपपरिबहिरञ्चवः पञ्चम्या अपपरिबहिरञ्चवः पञ्चम्या अपपरि नास्ति अपपरिबहिरञ्चवः पञ्चम्या अपपरिबहिरञ्चवः पञ्चम्या आङ्मर्यादाभिविध्योः आङ्मर्यादाभिविध्योः आङ्मर्यादाभिविध्योः आङ्मर्यादाभिविध्योः अनुर्लक्षणी अनुर्यत्समया क्षम्यता लक्षणे न अनुर्यत्समया लक्षणेनाभिप्रति क्षम्यताम् लक्ष्मैर्म लक्षणेनाभिप्रति आभिमुख्ये लक्षणेनाभिप्रति आभिमुख्ये लक्षणेनाभिप्रति आभिमुख्ये अत्र नाभि अनुर्यत्समया अनुर्यत्समया यस्य चायामः यस्य चायामः एकनिमिषम् अहं वदामि तिष्ठद्गो प्रभृतीनि च पारे मध्ये षष्ठ्या वा संख्यावंशेन नदीभिश्च अन्यपदार्थे च संज्ञायां च संज्ञायां तावदेव धन्यवादः महोदय अस्तु अत्र अस्माकं पाठः मुख्यपाठः अस्ति अविभावः तत्र समासान्तकार्याणि इति कानिचन कार्याणि सन्ति कानि कानि इति इदं वयं परिशीलयन्तः स्मः गतवर्गे तत्र अत्र समासान्तकार्ये हलन्त अजन्त इति भागद्वयं वर्तते अजन्तं पूर्वम् अस्माभिः पठितम् इदानीं हलन्तविषये एव वयं चर्चां कुर्वन्तः स्म तत्र हलन्तविषये पुनः वदतु कुतः पठामः इदानीं वयम् आगामिसप्ताहे न आगन्तुं शक्तवती अतः तदेव सारांशरूपेण वदन्नेव अस्मि भगिनि. न किन्तु कुत्र स्थगितवन्तः? तत्र तत्र परोक्षम् अनन्तरम् इत्यादि कार्याणां विषये एव किञ्चित् परिशीलितवन्तः. परोक्षः, प्रत्यक्षः, प्रत्यक्षं, परोक्षम् इति तत्सर्वम् इदानीम् अहं वदामि. किञ्चित् धन्यवादः उक्त्वा अग्रे सरेम. तत्र किं भवति, हलन्तमध्ये कानिचन सूत्राणि सन्ति. पूर्वम् अनश्च इति पुल्लिङ्गविषये दृष्टवन्तः. तस्मात् पूर्वम् अत्र अहं किञ्चित् प्रदर्शयितुम् इच्छामि. पञ्चम कृपया पञ्चम अध्याये पुटसङ्ख्याम् वदामि. नवनवति 99 पुस्तके 99 इति पुटसङ्ख्या स्वीकुर्वन्तु, पुटसङ्ख्यां स्वीकुर्वन्तु. तत्र अधोभागे द्वितीयस्तम्भे अधोभागे पश्यामश्चेत् तत्र अव्ययीभावे शरत्प्रभृतिभ्यः इति सूत्रं सप्तधिक एकशतमं सूत्रमस्ति. तदनन्तरम् अनश्च नपुंसकादन्यतरस्यां नदीपौर्णमास्याम् अग्रहायणीभ्यः जयः इति सूत्राणि सन्ति. तत्र वयम् अविभावे शरत्प्रभृत्यभ्यः इति सूत्रे स्मः. तत्र शरत्प्रभृतिभ्यः इत्युक्ते शरदादिगणः इति कश्चन गणः अस्ति. तत्र विद्यमानानां पदानां विद्यमानेभ्यः पदेभ्यः टच् प्रत्ययोजनं भवति इति अस्य सूत्रस्य आशयः. तु कदा भवति, अव्ययभावप्रसङ्गे एव भवति. इदानीं वयं पश्यामः तत्रैव त्रीणि गणसूत्राणि अपि उल्लेखितानि सन्ति. जरायाः जरस् इति प्रथमं, द्वितीय अस्ति प्रतिपर सम अणुभ्योक्ष्णः, प्रतिपर समणुभ्योक्ष्णः इति सूत्रं. तदनन्तरं पथिनश्च इति सूत्रं. सूत्रत्रयम् अस्मिन् गणे एव वर्तते वर्तन्ते. त्रीणि सूत्राणि अस्मिन् गणे एव वर्तन्ते. तत्र प्रतिपर सम अणुभ्योक्ष्णः इति गणसूत्रं यत् अस्ति तत्र किं भवति, किं सूत्रं महोदय, किं सूत्रं, किं सूत्रं? पुस्तके नास्ति भगिनि. गणसूत्रम् इति भिन्नसूत्रमस्ति. गणसूत्रं शरदादिगणे अस्ति. गणसूत्रं शरदादिगणे अस्ति. तत्र एव अविभावे शरत्प्रभृतिभ्यः इति सूत्रमस्ति खलु. तत्र एव त्रीणि सूत्राणि किं गणसू शरदादिगणे त्रीणि सूत्राणि सन्ति. तत् जालपुटे एव अस्ति. इदानीं पुस्तके न, अस्माकं पुस्तके नास्ति, जालपुटे एव अस्ति. कस्य सूत्रसङ्ख्या पृच्छति भवति? पुस्तके नवतिः इति उक्तवान् खलु. तत्र सप्ताधिक एकशततमं सूत्रमस्ति अविभावे शरत्प्रभृतिभ्यः इति. अस्तु, अत्र शरदादिगणः इति कश्चन गणः अस्ति. तत्र एव त्रीणि सूत्राणि उपलभ्यन्ते. तत्र प्रतिपर सम अणुभ्योक्ष्णः, अक्ष्णः इत्युक्ते अक्षिशब्दात्, अक्षि अक्ष्णः इति अक्षिशब्दात् यदा प्रतिपर सम अणु इति एतानि पदानि भवन्ति चेत् तदा तत्र अविभावसमासः भवति इति अर्थः. किमर्थम् अविभाव इति वदामश्चेत् मूलसूत्रं किं वदति, अविभावे इति वदति. अविभावे इति मूलसूत्रं वदति इति कृत्वा एव तदा अस्माकं यदा यद्यपि तत्र पर इति शब्दः यत् अस्ति पर इति पदं यत् अस्ति तद् अव्ययं नास्ति पर इति पदम् अव्ययं नास्ति किमर्थम् अव्ययं नास्ति इत्युक्ते शादिगणे तव प्रादिगणे न विद्यते पर इति पदं प्रादिगणे न विद्यते ये प्रादयः सन्ति तेषाम् अव्ययसंज्ञा भवति सो पर इति शब्दः अथवा पदं तत्र प्रादिगणे नास्ति इति कृत्वा विनयमहोदय कृपया किञ्चित् म्यूट् मध्ये भवतु महोदय अथवा म्यूट् करोमि क्षम्यतां तत्र पर इति शब्दः प्रादिगणे एव नास्ति इति कृत्वा तत्र कथञ्चित् वयं साधनीयं किं साधनीयं तत्र परोक्षम् इति पदम् अस्ति तत् अव्ययीभावसमासकृतपदम् अस्ति इति कृत्वा तत्र यद्यपि तत्र पर इति पदम् अव्ययं नास्ति अव्ययरूपेण स्वीकृत्य तत्र पुनः निपातनम् इति कार्यं किञ्चित् कृत्वा तत्र अकारस्य ओकारः कृत्वा तत्र परोक्षम् इति रूपं सिद्धं भवति तद् गतवर्गे दृष्टवन्तः किमर्थम् अविभाव परोक्षमिति पदम् अविभावसमासपदम् इति किमर्थं समस्तपदम् इति किमर्थं वदामश्चेत् अभिभावे षड्प्रभृतिभ्यः इत्येव मूलसूत्रमस्ति तस्मात् तस्मिन् गणे अथवा तस्मिन् गणे एव षड्प्रभृतिभ्यः इति यत् शरदादिगणे एव प्रतिपरसम अनुभ्योक्ष्णः इति सूत्रम् उल्लेखितः अस्ति इति कृत्वा परोक्षम् इति पदम् अविभावसमासेन कृतं पदम् इति वयं गतवर्गे दृष्टवन्तः इदानीं प्रति इति पदं स्वीकुर्मश्चेत् प्रति इति पदम् अव्ययम् अस्ति प्रति इति पदम् अव्ययम् अस्ति तु सामान्यतया वयम् अव्ययविभक्तिसमीप समृद्धिवृद्धि इति दीर्घसूत्रम् अस्ति खलु तेन कार्यं करोति वयं चिन्तयामः तादृशं नास्ति तु इदानीं षट् चत्वारिंशत्तमपुटे यत् वयम् इदानीं पठितवन्तः समासविषये तत्र चतुर्दशतमं सूत्रं चतुर्दश सूत्रमस्ति लक्षणेनाभिप्रतिभिमुख्ये इति प्रति इति शब्दं तत्र उल्लेखितः अस्ति अनेन सूत्रेण किं भवति इत्युक्ते तत्र प्रति इति पदम् अव्ययं भवति अव्ययम् अस्ति तस्य पूर्वनिपातं भवति तदा प्रतियोगः अक्षि तदनन्तरं टच् योजनं कृत्वा तत्र प्रत्यक्षम् इति रूपं सिद्ध्यति इदानीं संयोगः संयुक्ते योगार्थे अक्ष्णोः योग्यम् इति अर्थे तत्र योग्यार्थे सम् इति अव्ययं भवति सम् यद्यपि अव्ययम् अस्ति तस्य पृथक्तया सूत्रं नास्ति यथा अव्ययविभक्ति इति वदामः अथवा लक्षणेनाभिप्रति इति वदामः तादृशसूत्रं सूत्रे सम् इति न उल्लेखितः अस्ति उल्लेखितं पदम् उल्लेखितं नास्ति इति कृत्वा तस्यापि अनेन सूत्रेण इत्युक्ते तत्र प्रतिपरसम अनुयोक्ष्णः इति सूत्रेण एव तत्र कार्यं भवति किमर्थम् इत्युक्ते तत्र समक्षम् इति पदम् अस्ति तत् पदं अविभाव भावकृतसम पदमस्ति, अविभावकृतपदमस्ति कृत्वा कथञ्चित् कार्यम् अनेन सूत्रेण भवति, तदपि अवगन्तव्यम्। तदनन्तरम् अक्ष्णोः पश्चात् इति अस्ति, अक्ष्णोत् पश्चात् तत्र पश्चात् इति पदस्य उल्लेखनम् अव्यविभक्तिसमीप इति सूत्रे अस्ति, अव्यविभक्तिसमीपसमृद्धिवृद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रातुर्भाव पश्चात् इति अस्ति। पश्चात् इति अस्ति तस्य अव्ययम् अस्ति अणु, तदा किं भवति, अक्ष्णो अक्ष्णो ञस् योग अणु इति भवति, तदनन्तरं पूर्वप्रयोगः भवति, तदनन्तरं सन्धिकार्यं भवति, तदनन्तरं टच् योजनं भवति, टच् योजनानन्तरम् अण्वक्षम् इति रूपं सिद्धं भवति। एतावता गतवर्गे पठितवन्तः, अत्र संशयः वर्तते वा यस्य कस्यापि? अस्तु, तदा वयं किं कुर्मः? क्षम्यतां महोदय, एकं स्पष्टीकरणार्थं पृच्छामि महोदय, प्रति दीर्घ ईकारान्त प्रति अस्ति अत्र महोदय, सूत्रे तु दीर्घ अस्ति, अतः किं समीचीनप्रश्नः, एकनिमिषम् अहं किञ्चित् स्पष्टीकरोमि। तत्र लक्षणे, लक्षणे इत्युक्ते सप्तनिविभक्ति, लक्षणे न अभि प्रति, न अभि प्रति, तत्र अभि च प्रति च अभि प्रति इति भवति। अवगतं, द्विवचने अस्ति, तदेव। इदानीं पन्था इति पन्थिन् इति यत् पदम् अस्ति तस्य पतिनः पतिनश्च इति सूत्रेण अविभाव अविभावकृत पदं निर्माणं भवति। तत्र कथं भवति इति किञ्चित् पश्येम। तस्मात् पूर्वं पतिन् इति शब्दस्य रूपं कथं भवति इति किञ्चित् पुष्पा भगिनी भवती पठति वा? आं महोदय, तत्र पतिन् इति पुल्लिङ्गशब्दस्य रूपाणि इति अस्ति, रूपाणि पन्थाः, पन्थानौ पन्थानः, पन्थानं पन्थानौ पथः, पथा पतिभ्यां पतिभिः, पथे पतिभ्यां पतिभ्यः, पथः पतिभ्यां पतिभ्यः, पथः पतोः पत्यां पथि पतोः पतिषु, हे पन्था हे पन्थानौ हे पन्थानः। अस्तु, धन्यवादः। अत्र पन्था इति शब्दः नकारान्तः हलन्तशब्दः अस्ति, तत्र पथिन् इति नकारान्तः शब्दः सामान्यतः वयं गुणिन् इति वदामः खलु, गुणि गुणिनि इति गुणिनौ गुणिनः इति भवति, अत्र रूपं किञ्चित् भिन्नम् अस्ति इति कृत्वा तत् पन्थाः पन्थानौ पन्थानः इति अस्ति। अपि च तृतीयविभक्तौ गुणिना इति भवति, अत्र पथा इति श्रूयते, तादृशरूपभेदः अस्ति तत्र, अत्र वैशिष्ट्यं वर्तते इति किञ्चित् अवगन्तव्यम्। एतद् अवलम्ब्य एव अग्रे पाठः सरति। इदानीं तस्मात् पूर्वमेव एवमेव इति अस्ति, एवमेव इति अस्ति खलु, तत्र पुष्पा भगिनी भवती एव पठति वा? किं पठामि महोदय? पन्थानं पन्थानं प्रति इति अस्ति खलु, एवमेव पन्थानं पन्थानं, एवमेव पन्थानं पन्थानं प्रति, प्रतिपथम् अलाङ्ग् द रोड्, अलौकिकविग्रहः पतिन् योग अम् प्रति पथिन् इत्युक्ते मार्गः इत्यर्थः प्रतिपथिन् इति प्रातिपदिकं प्राप्यते पथिनश्च इति गणसूत्रेण अव्ययीभावसमासे टच् इति समासान्तप्रत्ययः विधीयते अतः प्रतिपथिन् योगः टच् इति भवति प्रतिपथिन् योगः आ इदानीं नस्तद्दिते इति सूत्रेण तद्दितप्रत्यये पदे नकारान्तस्य भसंज्ञकस्य अङ्गस्य तिसंज्ञकस्य लोपः भवति नस्तद्दिते इति सूत्रेण इन् तत् पथिन् अस्ति अत्र इन् अस्ति इन् इति टि भागस्य लोपानन्तरं पतिपत् योगः आ पतिपथ इति भवति अधुना अमादेशः भवति अमादेशं कृत्वा अमिपूर्वैः इति सूत्रेण प्रतिपथम् इति समासः सिद्ध्यति पञ्चमी विभक्तौ प्रतिपथात् इति रूपं तृतीया सप्तम्योर् बहुलम् इत्यनेन विकल्पेन रूपद्वयं सिद्ध्यति प्रति पथः परं परपथं किञ्चित् विवरणं अग्रे पथं पथः परम् अस्ति पन्थानं प्रति इति वदनेन प्रतिपथम् इति अर्थम् आगच्छति अलौकिकविग्रहवाक्यं तु पतिन् योगः आम् योगः प्रति पतिन् इत्युक्ते मार्गः इति तत्र किमर्थम् अम् इति प्रत्यय आयाति पन्थानं तत्तु द्वितीयविभक्ति एकवचन एकवचनरूपमस्ति पन्थानम् इति कृत्वा अम् इति प्रत्यय आयाति प्रतिपतिन् इति प्रातिपदिकं प्राप्यते पतिनश्च इति गणसूत्रेण अव्ययीभावसमासे टच् इति समासान्तप्रत्ययः विधीयते तत् अतः प्रतिपतिन् योगः टच् इति अस्ति चेत् इन् योगः प्रतिपतिन् इन् इन् तु भसंज्ञकः कस्य भासज्ञ अस्ति इन्दस्य भासज्ञा नास्ति तत्र भस् भा इत्युक्ते किं नकारस्य भा इत्युक्ते किं भा इत्युक्ते किम् इत्युक्ते तत्र एकसूत्रमस्ति यचिभम् इति सूत्रमस्ति यचिभम् इत्युक्ते किं यचिभम् इति वदनेन किम् अवगच्छति यकार परे अस्ति तद् सूचयति अस्तु अहं वदामि इदानीं पुटसङ्ख्या अस्ति पुस्तके त्रिचत्वारिंशत् अस्तु 43 अष्टादशं सूत्रं तत्र यचिभम् अस्ति तत्र यचि इति पदं कस्मिन् विभक्तौ अस्ति तत्र सप्तमी विभक्तौ अस्ति सप्तमी विभक्ति विभक्तौ अस्ति योग अच् अच् यायोग अच् यच् यायोगः अच् यच् तस्य सप्तमी यचि यचि सप्तमी इत्युक्ते किं परे इति अर्थः परे यकारः अस्ति चेत् अथवा अकारः अस्ति अकारः चेत् तत्र तदा किं भवति तत्र भासंज्ञा भवति कस्य भासंज्ञा भवति अङ्गस्य भासंज्ञा भवति अङ्गस्य भासंज्ञा अङ्गस्य एव भासंज्ञा भवति तत्र यकारस्य अचवर्णस्य भकारप्रसंज्ञा यद्यपि तत्र अच् इति अस्ति तत्र अकारस्य एव अवगरण गणनं भवति इन्क्लूड् ओन्लि अकार तत्र या यकार अथवा अकार अस्ति चेत् परे तदा अङ्गस्य भसंज्ञा भवति अच्वर्णः अस्ति चेत् अच् तु सर्वे तदेव सर्वे वर्णः भवति अच्तु सर्वे वर्णः न भगिनि अच् स्वराः सर्वे स्वराः सम्यक् स्मन् भगिनि सर्वे स्वराः अच्वर्णः इति अच्वर्णः इत्युक्ते सर्वे स्वराः इति भवति इदानीं टच् इति प्रत्ययः कीदृशः अस्ति वदति वा टच् तु अनुलोपः अकारः अस्ति केतिबम् इति सूत्रेण प्रतिपथिम् इति अङ्गस्य भासंज्ञा भवति इन् च गच्छति अकारः एव तिष्ठति तदा न स्थगिते इति सूत्रं वर्तते सूत्रेण तद्धितपदे तत्तु टच् तु तद्धितप्रत्ययः अस्ति तद्धितप्रत्ययः अस्ति नकारान्तस्य भासंज्ञकः भासंज्ञकस्य नकारस्य भासंज्ञा नास्ति प्रतिपतिन् इति प्रातिपदिकमस्ति खलु तस्य भसंज्ञा अस्ति तस्य टी भागः अस्ति टी भागः इत्युक्ते किं टी भागः तदेव टी तु इन् इन् आगच्छति इन् टी भागः एव इन् टी भागः इन् भवति केन सूत्रेण इन् इति टी इति कोऽपि स्मारयति वा केन सूत्रेण टी संज्ञा अचोदन्त्या झटी टी संज्ञा इति सूत्रमस्ति सूत्रमस्ति अचोदन्त्या झटी इति सूत्रोदन्त्या अनेन सूत्रेण किं भवति तत्र इकारः नकारः द्वौ वर्णौ स्तः खलु तयोः तत्र टी संज्ञा भवति तयोः वर्णयोः टी संज्ञा अस्ति तदा किं भवति न स्थगिते इति सूत्रेण न स्थगिते तत्तु तद्धितप्रत्ययः अस्ति टीच् टच् तु तदैव टीभागः लोपः टीभागस्य अङ्गस्य टीभागस्य लोपानन्तरं पतित् प्रतिपत् इति तिष्ठति प्रतिपत् योगः अ प्रतिपथ इति भवति अधुना अम्मादेशः भवति प्रतिपदम् इति समासः समीचीनं धन्यवादः पञ्चमे वक्त्वा प्रतिपदात् तृतीय सप्तम्योः बहुलम् इति विकल्पेन रूपद्वयं सिद्ध्यति. तत्तु प्रतिपत्तेन अत्र पथा इति अस्ति प्रतृतीय अम्मादेश किमर्थं कृतम् नपुंसकलिङ्ग अस्ति तथैव प्रतिपदेन प्रतिपदेन सप्तम प्रतिपते सत्यं प्रतिपते भगिनि धन्यवादः. इदानीं गीता भगिनी गीता तिवारी भगिनी आं महोदय अस्मि. पथ पथः परम् इति अस्ति खलु तस्य रूपसिद्धिः कथम् इति वदति वा? पथ परपथम् इति परपथं भवति प्रयत्नं करोमि महोदय. अलौकिकविग्रहवाक्यं पथिन् योगः ङसि योगः पर योगः सु तत्तु प्रक्रिया यथा पूर्वम् अत्र पथिन् इत्युक्ते पथिन् पथिन् योगः ङसि योगः पर योगः सु अर्थः तु अर्थः ङसि तु षष्टि अस्ति कथं कथं वदामः महोदय न यथा अत्र पन्थानं पन्थानं प्रति तत्र भवति अत्र अर्थ कथं अत्र कार्यं कथं भवति इत्युक्ते परोक्षम् इति आसीत् खलु महोदय एकनिमिषं नसि तु षष्टि नास्ति नसि तु पञ्चमी अस्ति पूर्वं पर अस्ति चेत् पञ्चमी एव सत्यं पञ्चमी पर अत्र तु पथिन् योग ङसि योगः पर योगः सु पर सर्वदा पञ्चमी एव स्वीकरोति इति सत्यं भगिनी धन्यवादः. तदनन्तरं परपथिन् अत्र परोक्षम् इति दृष्टवन्तः खलु वयं परोक्षम् इति पदस्य निर्माणं कथं कृतवन्तः पर इति पदम् अव्ययम् अस्ति वा? हा पर इति अव्ययम् अव्यय अस्ति तु न किन्तु अव्ययमेव स्वीकुर्मः वयं अव्ययरूपेण स्वीकुर्मः तु पर इति पदम् अव्ययं नास्ति अव्ययं नास्ति तथापि तस्य रूपं परपथम् इति रूपम् अविभावसमासेन कृतं पदम् अस्ति इति कृत्वा केन सूत्रेण तस्य कार्यं भवति परोक्षी प्रतिपर समनुभ्योक्षणः इति महोदय तेन सूत्रेण एव कार्यं करोति तच् विधानं भवति अग्रे तदा किं भवति पर अपि पूर्वम् आयाति पर इदानीं कथम् अस्ति पतिन् योगन्यसि योग पर योगसु तस्य तदनन्तरं सुविभक्तीनां लोपः कथं भवति सुविभक्तीनां लोपः कथं भवति केन सूत्रेण भवति एकनिमिष महोदय सुपोधातुप्रातिपदिकयोः सुपोधातुप्रातिपदिकयोः क्षम्यतां इति सूत्रेण सुप् सुप् प्रत्ययानां लोपः भवति सुपः तदा किं भवति तदनन्तरं प्रथमनिर्दिष्टं समानं सूत्रेण समास उपसर्जनम् इति न भवति अस्मिन् अस्मिन् प्रसङ्गे अत्र पश्यतु पर इति अव्ययं नास्ति अव्ययं नास्ति खलु तत्र अविभाव प्रकरणे अविभावसमासप्रकरणे तस्य सूत्रं नास्ति तदर्थं सूत्रं नास्ति तु टच् विधानं भवति इति कृत्वा तस्य पर इति शब्दस्य यद्यपि अव्ययं नास्ति तस्य पूर्वप्रयोगः भवति परोक्षे लिट् इति सूत्रेण परोक्षो लिट् इति नास्ति न भगिनि परोक्षे लिट् इति भिन्नकार्यमस्ति अत्र प्रतिपरसम अणुभ्योक्ष्णः इति सूत्रमस्ति खलु अनेन सूत्रे एव सर्वं कार्यं सिद्ध्यति ओ पूर्वं पूर्वनिपातन पूर्वप्रयोगः पूर्वप्रयोगः तदनन्तरं टच् विधानं द्वयमपि अनेन सूत्रेण एव सिद्ध्यति किमर्थमित्युक्ते तस्य भिन्नसूत्रं नास्ति पर इति अव्ययं नास्ति इति कृत्वा तत्र अविभावसमास प्रकरणे सूत्रं नास्ति अविभावसमासप्रकरणं वयं पठितवन्तः खलु प्रथमं तत्र तदर्थं पर इति शब्दस्य उल्लेखनं न कृतम् अस्ति पर इति अव्ययं नास्ति तु परपदम् इति अविभावसमासकृतपदम् अस्ति इति कृत्वा तत्र प्रतिपरसम अनुभ्योक्ष्णः इति सूत्रेण एव पूर्वप्रयोगः अपि च टच् विधानं द्वयमपि सिद्ध्यति महोदय षष्ठी करणे एव अव्ययीभावशरत्प्रभृतिभ्यः तत्र सूत्रं तत्र गण अस्ति अण्डर् दट् गण खलु सत्यं तत्र उल्लेखित अस्ति प्रतिपर इति वक्तुं शक्नुमः किमर्थम् इत्युक्ते ते शरदादिगणे गणे सन्ति गणे सन्ति इति कृत्वा तत्र पर तदनन्तरं परपतिन् इति भवति परपतिन् योग टच् आगच्छति वा भगिनि इदानीं किं भवति इति वदतु गीता भगिनि पर तु पूर्वम् आयाति परपथिन् योग टच् आयाति द्वे कार्यं प्रतिपरसम नभ्योक्षणसूत्रेण एव अत्र तु टच् तु अ एव तिष्ठति अनुबन्धलोपानन्तरम् अपि अकार अस्ति चेत् यचिभं सूत्रं सूत्रेण अङ्गस्य तु भासंज्ञक अस्ति भासंज्ञकस्य अङ्गस्य टि भाग इत्युक्ते इन् अन्ते इन् अस्ति तत् टि भाग न स्थिते सूत्रेण लोपः भवति इत्युक्ते किं तद्धित परे अत्र अ अस्ति चेत् टच् तु तद्धितप्रत्यय एव अस्ति तदनन्तरं परपथ योग अ अस्ति तत्तु परपथ इति भवति तदनन्तरं नाव्यविभावात् पञ्चम्या सूत्रेण पञ्चमी विभक्ति विहाय अम् आदेशः भवति सर्वे रूपाणि अम् अस्ति किन्तु तृतीयसप् सप्तम्योर्बहुलं सूत्रेण तृतीयविभक्ति अपि सप्तमी विभक्ति विकल्पेन अन्यरूपायाति इत्युक्ते परपथेन सप्तमी तु परपथे अस्ति अन्यरूपाणि सर्वाणि परपथं पञ्चमी विहाय पञ्चमी तु परपथा परपथाभ्यां परपथेभ्यः इति क्षम्यतां महोदय किञ्चित् महोदय एकं सूत्रं वदामि महोदय टच् प्रत्यय परे कोऽपि सूत्रं वदामि टच् आदि किं टच् आदि किं वद टच् कथं कथं कार्यं करोति टच् प्रत्ययस्य कोऽपि सूत्रं वद इदानीं टच् नष्टदिते तदनन्तरं किं भवति इति पृच्छति वा कोऽपि सूत्रं वदामि इदानीं महोदय तद् पुस्तके नास्ति तद् गणसूत्रं वा न गणसूत्रं नास्ति टच् टच् तदेव पृष्टं तदेव पृष्टम् अस्तु महोदय अचोदन्तादि इति टि सूत्र सम्यक् सूत्रमस्ति तद् द्रष्टुम् इदानीम् अष्टत्रिंशत् तमं पुटं स्वीकुर्वन्तु अष्टत्रिंशत्तमे पुटे तत्र द्वितीयस्तम्भे टि संज्ञा इति शीर्षकमस्ति टि संज्ञा अत्र प्रथम अध्याये अनेकानां संज्ञानां अनेकानां संज्ञानां विधानं भवति अत्र मुख्य भागः अस्ति प्रथम अध्याये प्रथमपादे द्वितीयपादे अनेकानां संज्ञानां विधानं भवति तत्र टि संज्ञा उपधासंज्ञा तदनन्तरं तस्मिन् इति निर्दिष्टे तत्सर्वम् आयाति तत्र तत्र एव अभिसंज्ञा इति प्रथमस्तम्भे अस्ति अव्ययसंज्ञा तत्र पश्यामश्चेत् अविभावश्च इति अस्ति अविभावश्च प्रथमं सूत्रमस्ति स्वरादिनिपातव्ययं निपातानाम् अव्ययसंज्ञा अनेन सूत्रेण भवति स्वरादिनिपात अव्ययम् इति अस्ति तदनन्तरं लोपसंज्ञा अस्ति अदर्शनं लोपः तस्य लुक्ष्णु लुप् संज्ञा अस्ति प्रत्ययस्य लुक्ष्णु लुपः प्रत्ययलोपे प्रत्ययक्षणं परिभाषासूत्रं ननुमताङ्गस्य तदनन्तरम् अचोदन्त्यादिति अचोदन्त्यादिति इत्युक्ते टीसंज्ञा अन्त्याद् अतः यत् अस्ति टि अत्र उदाहरणं स्वीकुर्मश्चेत् तत्र पतिम् इति अस्ति अन्त्याद् अन्त्याद् इत्युक्ते अन्त् फ्रम् न आरभ्य वयं पश्यामश्चेत् यत् अन्तिम अच् अस्ति पथिम् इति शब्दस्य अन्तिम अच् आरभ्य ये वर्णाः सन्ति तेषां टि संज्ञा अस्ति टि संज्ञा भवति अर्थः धन्यवादः यत्र कुत्रापि संज्ञा कुत्र उल्लेखितः अस्ति इति द्रष्टव्यं चेत् प्रायः प्रथमाध्याये एव भवति भासंज्ञा अपि प्रथमाध्याये चतुर्थपादे आसीत् खलु चतुर्थपादे एव आसीत् अस्तु इदानीं एकः प्रश्नः महोदय पथिनश्च इति गणसूत्रम् अत्र किं कार्यं करोति पथिनश्च ओ क्षम्यतां मया दोषं कृतं क्षम्यतां तत्र प्रतिपरसमानुजोक्ष्णः इति सूत्रं नास्ति पथिनश्च इति सूत्रेण एव तत्र पर इति शब्दस्य पूर्वप्रयोगः भवति मया दोषः कृतः मया न श्रद्धा दत्ता तत्र पथिनश्च इति सूत्रेण पथिनश्च सूत्रेण पथिनश्च अपि पूर्वादेशद्वे अपि कार्यं भवति सत्यं द्वयमपि पथिनश्च इति सूत्रेणैव भवति अहं किञ्चित् मम मनसि भ्रमः अभवत् श्रद्धा न दत्ता मया क्षम्यताम् इदानीं नावगतं वा? अधुना तु अवगतम्. अहं किञ्चित् भ्रमजात सूत्रेण मया दोषेण उक्तं, क्षम्यताम्. इदानीं शर्मिला भगिनी. आं महोदय. भवती करोति वा पतः योग्यं तं पठन्? सर्वे प्रयत्नं कुर्वन्तः एव स्मां भगिनि. अहमपि छात्रः एव. पथः परं परपथम् अलौकिकविग्रहवाक्यम् अस्ति. पथिन योगः पथः पथः योग्यं सम्पथम् अलौकिकविग्रहवाक्यम् अस्ति. पथिन योगः न योगः सम्. अत्र पथिनश्च इति सूत्रेण सम् इति अव्यय अत्र सम् इति अव्यय अपि अस्ति महोदय. पठतु भगिनि एकवारं पठित्वा वदतु. प्रक्रिया यथा पूर्वम्. अत्र वा पदान्तस्य इत्यनेन सम् इत्यस्य मकारस्य स्थाने परसवर्णादेशः भवति. विकल्पेन अतः रूपद्वयं सिद्ध्यति सम्पथम् सम्पथम्. पञ्चमी विभक्तौ सम्पथात् सम्पथात्. अत्र पुनः प्रक्रिया तु समाना अस्ति. पथिनयोगः नस् योगः सम् सुग्लुक् भूत्वा सम् पथिन् इति प्रातिपदिकं भवति. तदनन्तरं इदानीं पथिन् योग न्यस् योग सम् केन सूत्रेण न्यस् इति लोपः भवति? सुप्रातिपदिकयोः इत्यनेन सुपोप्रातिपदिकयोः संयोगः सम् इति पदम् अस्ति वा? अस्ति. अव्ययात् आप् सुपः इत्यनेन सुग्लुक् भूत्वा प्रत्ययलक्षणे प्रत्ययलोपे प्रत्ययलक्षणे कारणेन प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण इदं प्रत्ययलोपे प्रत्ययलक्षणम् इति परिभाषासूत्रं प्रथमाध्याये इदमेव पठितं दृष्टं खलु. प्रथमाध्याये प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रम् अस्माभिः दृष्टम्. सत्यम्. इदानीं कथमस्ति पतिन् योगः सम् इति अस्ति, इदानीं किं भवति? तदनन्तरं प्रथमानिर्दिष्टे उपसर्जनं कार्यं करोति वा? पतिनश्च कार्यं न भवति. न भवति खलु. किमर्थं न करोति इत्युक्ते सम् इति योगार्थे सूत्रं नास्ति. योग्यार्थे सम् इति अव्ययस्य सूत्रं नास्ति. यथा समक्षम् इति दृष्टवन्तः खलु. सत्यम् इति कृत्वा अनेन पतिनश्च इति सूत्रेण सत्यं वदतु. संयोगः पथिन भवति. तत्र संयोगपतिनेन एकनिमिषं संयोगपतिन् योग टच् तदपि वदतु. टच् टच् कार्यम् अस्ति खलु. आम् च किं सूत्रेण हस्तभिते इत्यनेन पथिनश्च इत्यनेन टच् प्रत्ययः आयाति. सम्पथिन् योगः टच् अकार तिष्ठति. अतः सम्पथिन् योगः अ सम्पथिन् इति भवति. तदनन्तरं अमादेशः भवति. सम्पथिनं नव्ययभावः इत्यनेन सम्पथिनं सम्पथं भवति. तदनन्तरं विकल्पेन अनन्तरं पञ्चमीविभक्तौ किं भवति? पञ्चमीविभक्तौ किं भवति? मो अनुस्वारस्य इत्यनेन तत्र द्वौ रूपाणि तद् अनन्तरं वा अनन्तरं करणीयं? तदपि तदपि तदपि भवति किमर्थमिति अन्धकार्यमस्ति. सम्पथात् सम्पथात् एव भवति. सम्पथात् सम्पथात् तत्र उच्चारणे भेदः न भवति, लेखनसमये भेदः दृश्यते एव. उच्चारणे तादृशः भेदः न अनुभूयते. अत्र किम् अस्ति इत्युक्ते सम्पथात् इति अस्ति खलु, सम्पथम् इति एव स्वीकुर्मः. सम्पथम् इति भवति सम्पथं सम्पथं तत् एकत्र तत्र अनुस्वारः श्रूयते, अनुस्वारः दृश्यते. एकत्र अपरत्र तत्र मकारः श्रूयते, मकारः. इदानीं किमर्थं तत्र अनुस्वारः भवति इति, अनुस्वारः भवति विकल्पेन तत्र मो अनुस्वारस्य च वा पदान्तस्य झलि इत्यनेन विकल्पेन अनुस्वार वा मकार तिष्ठति. वा पदान्तस्य इति सूत्रेण अथवा अनुस्वारस्य जयि ययि परसवर्णः मौनुस्वारः, क्षम्यतां, मौनुस्वारः इति सूत्रेण भवति. अत्र किमर्थं नश्चपदान्तस्य जलि इति सूत्रं न प्रवर्तते? नश्च पदान्तस्य जलि इति सूत्रमस्ति, तद् जानाति वा भवती? इदानीं नश्च नश्च पदान्तस्य जलि सुमन् भगिनी भवती स्मरति वा? हा सत्यं भगिनि. अपदान्ते, अपदान्ते इत्युक्ते न पदान्ते, अपदान्ते इति न पदान्ते, पदान्ते एव नश्च अपदान्तस्य. अत्र अपदान्तस्य जलि जलिवर् जल् वर्णे परे तत्र नकारस्य अथवा मकारस्य अनुस्वारः भवति नश्च अपदान्तस्य जलि इति सूत्रेण. अत्र तु सम् इति पदम् अस्ति, पदसंज्ञा अस्ति, भवती उक्तवती खलु पदसंज्ञा. यद्यपि सुलोप सुप्लोप भवति तदापि तस्य पदसंज्ञा तिष्ठति एव इति कृत्वा सम् इति पदम् अस्ति. पदमस्ति इति कारणेन मो अनुस्वारः इति सूत्रमस्ति, मो अनुस्वारसूत्रेण तत्र अनुस्वारः आदेशः भवति. इदानीम् अनुस्वार आदेशः अस्ति चेत् तत्र अनुस्वाररूपेण एव स्वीकुर्मः अथवा तस्य विकल्परूपेण किं कुर्मः, तत्र परसवर्णं स्वीकुर्मः इति कृत्वा एव मकारः तिष्ठति, मकारः भवति अथवा अनुस्वारः भवति, रूपद्वयं सिद्ध्यति. वा पदान्तस्य सम् इति पदम् इति कृत्वा तत्र पदान्तस्य वा पदान्तस्य इति सूत्रेण यै वर्णे वर्णे परे परसवर्णः पकारः यै मध्ये अस्ति खलु, कपै कपै इति अस्ति खलु तत्र यकार, क्षम्यतां, पकारः पकारः तिष्ठते कपै इति, अत्र पकारः श्रूयते इति कृत्वा तस्य परसवर्णः सवर्णः पकार पवर्गे अन्तिम वर्णः पञ्चमवर्णः अस्ति मकारः, तत् स्वीकुर्मः वापदान्तस्य इति सूत्रेण. सम्पथात् सम्पथम् अथवा सम्पथम् अनुस्वारः अपि भवति, विरूपद्वयं भवति. अत्र मोनुस्वारः इति सूत्रम् अपि च वापदान्तस्य वापदान्तस्य सूत्रं अष्टत्रिंशदधिक एकशततमं पुटे अन्ते अस्ति, अन्ते तत्र वापदान्तस्य इति दृश्यते. तस्मात् पूर्वमेव अनुस्वारस्य ययि परसवर्णः इति सूत्रं दृश्यते. अनुस्वारस्य परसवर्णः इति शीर्षकम् अस्ति. अनुस्वारस्य यै वर्णे परे अनुस्वारस्य, अनुस्वारस्य इत्युक्ते तत्र स्थानं, यै इत्युक्ते निमित्तं, यै वर्णे परे परसवर्णः इति अर्थः. परसवर्णः आदेशरूपेण आयाति. इदानीं तद् वैकल्पिकरूपं वा पदान्तस्य इति द्वितीयसूत्रमस्ति. वा पदान्तस्य इत्युक्ते पदान्तस्य अनुस्वारस्य यै वर्णे परे परसवर्ण आदेशः इति अर्थः. वयं सूत्रं सूत्रपुस्तकस्य आधारेण पश्यामश्चेत् तदा सुलभेन अनुवर्ति कथं भवति इति ज्ञातुं शक्नुमः. अनन्तरं अनुस्वारस्य यै परसवर्ण पदान्ते अपि कार्यं करोति. अनुस्वारस्य यै परसवर्णः पदान्तस्य विकल्पेन पदान्ते वा पदान्ते इति सूत्रेणैव भवति भगिनि. अनुस्वारस्य ययि परसवर्ण अपदान्ते वा पदान्तस्य पदान्ते, तत्र पदान्ते विकल्प अस्ति, अपदान्ते विकल्प नास्ति. सत्यम्. अत्र वा पदान्तस्य सूत्रस्य अर्थं किम्? पदान्तस्य अनुस्वारस्य यै वर्णे परे, यै यै वर्णे परे परसवर्णः वा, वा इत्युक्ते विकल्पेन इति अर्थः. विकल्पेन अर्थः इत्युक्ते किं? तदा अनुस्वारः तिष्ठति इति अर्थः. एकत्र अनुस्वारः तिष्ठति, अपरत्र अनुस्वारस्य परसवर्णः भवति इति अर्थः. तस्य उदाहरणमस्ति प्रायः अहं करोमि, तत्र अहम् अन्ते अनुस्वार स्थापितुं शक्नुमः, नो चेत् तत्र ककार पर अस्ति, अतः वर्गस्य ङकार आदेशः भवितुं शक्नोति. अहं करोति नो चेत् अहं करोमि, अहं करो, अहं करो, अहं करोमि अथवा हरं करोमि, अहं करोमि नो चेत् अहं करोमि. सत्यं. किन्तु गङ्गा अस्ति, तत्र अपि गम् योग गा अस्ति, अनुस्वारसन्धि भवति, तत्र मकारस्य स्थाने अनुस्वार आदेशः भवति, यतोहि तत्र मकारस्य परे व्यञ्जनम् अस्ति, अतः अनुस्वार आदेशः भवति. अत्र पदान्ते नास्ति, अतः इदानीं गङ्गा एव भवति, गम् गा न भवति. गङ्गा न भवति. सत्यम्. उत्तमम्. तत्र एकनिमिषं पश्यन्नस्मि. अत्र पुटसङ्ख्या अस्ति पञ्चत्रिंशदधिकैकशतं पुटसङ्ख्या. तत्र प्रथमस्तम्भे हलि सर्वेषां, तदनन्तरं मकारस्य आदेशः, मकारस्य आदेशः, मकारस्य आदेशः कदा भवति? मो अनुस्वारः, अनुस्वारस्य मकारः, मकारस्य अनुस्वारः, क्षम्यतां, मकारस्य अनुस्वारः, मह अनुस्वारः, मह अनुस्वारः इत्युक्ते मकारस्य अनुस्वारः आदेशः, मकारस्य आदेशः. तदनन्तरं नश्च अपदान्तस्य झलि, नश्च इत्युक्ते नकारस्य च, अपदान्तस्य नकारस्य झलिवर्णे परे अनुस्वारः आदेशः. अनुस्वारः इति अनुवृत्तिरूपेण आयाति. अनुस्वारस्य अनुस्वारादेशः इति भवति इति सूत्रार्थः. अस्तु, तत्र नकारस्य अपि भवति, भवति मकारस्य अपि भवति. हा, मकारस्य अपदान्तस्य, अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारः आदेशः भवति. झ इति उक्तत्वात् तत् च इति अस्ति इति कृत्वा मकारस्य अपि स्वीकरणीयम्. अस्तु, अग्रे सुमन् भगिनी भवती करोति वा पथः पश्चात् इति? इदानीम् अद्य मास्तु, अहं गतसप्ताहे तस्मिन् पूर्वमपि तस्मात् पूर्वमपि न आगतवती, अतः शृणोतु भगिनि प्रायः. विनय महोदय विनयमहोदय भवान् करोति वा महोदय पतः पश्चात् इति? भवान् शृणोमि वा न? भवान् पठतु महोदय, पतः पश्चात् अनुपथम् इति अस्ति खलु, पठति वा? पतः पश्चात् अनुपथम् अलौकिकविग्रहवाक्य अलौकिकविग्रह पथेन योग नस् योग अनु. अत्र प्रति परस् घनसूत्रं प्रतिपर अनुयोक्ष्णः इति सूत्रेण नास्ति, पथिनश्च इति सूत्रं तदेव. पथिनश्च अहं केवलं मम कम्प्यूटर् पठामि तर्हि एव, परन्तु अहं जानामि पथिनिचः सूत्र तथा इदं गण सूत्रे एकनिमिषं पथिन् योगन्यस् इति, पथिन्योगन्यस् इति अस्ति खलु, तत्र न्यस् इति कम्प्यूटर् मध्ये न कम्प्यूटर् न दृश्यते वा इदानीं, स्क्रीन् न दृश्यते वा? वन् सेकेण्ड् पथिन्योगन्यस् न्यस् इति पञ्चमी वा षष्टि वा, कः प्रत्ययः न्यस् इति? अहं दृशामि पश्यामि पथिन् योग नस् योग अनु, नस् षष्ठी भवति, अनु अव्यय अस्ति, अनु अव्यय अस्ति, पर अव्यय नास्ति परन्तु अनु अव्यय अस्ति. मम प्रश्न अहं प्रक्रिय आगे वदामि, पथनियोग नस् योग अनु, परन्तु यदि अव्यय अस्ति तर्हि प्रश्नं पृच्छामि भवती, भवान् वदतु, अहं प्रश्नं पृच्छामि भवान् वदतु, अत्र अणु इति पदं पश्चादर्थे अस्ति खलु, पश्चादर्थे अणु, तस्य पश्चादर्थे किमपि सूत्रमस्ति वा, पश्चादर्थे सूत्रमस्ति वा? पश्चात् अर्थे सूत्रं दीर्घसूत्रमस्ति, अव्ययम् अव्ययं विभक्ति समीप समृद्धि वृद्धि इति अस्ति खलु, समृद्धि वृद्धि तदनन्तरम् अर्थभाव अर्थभाव अत्यः सम्प्रति शब्द सम्प्रति पश्चात् तर्हि वयं जानीमः यथा पश्चात् यथा पश्चात् इति अस्ति खलु, इदानीं पश्चात् इति अर्थे अणु इति अव्ययम् अस्ति, इदानीं किं भवति, पूर्वनिपातं भवति वा अनेन सूत्रेण? पूर्वनिपातं भवति, तदा रूपं कथं भवति? पूर्वप्रयोगः भवति चेत् अनु इति पूर्वप्रयोगः भवति खलु, तदा किं भवति? अनु अनुपूर्वप्रयोगम् अत्र तर्हि भवति यथा दीर्घसूत्र अव्ययं प्रथमनिर्दिष्टं, यथा दीर्घसूत्र प्रथमनिर्दिष्टं तर्हि एव वयं प्रथमनिर्दिष्टं उपसर्जनसंज्ञा, तर्हि उपसर्जनं पूर्वं तर्हि पूर्वनिपात पूर्वनिपात यदि पूर्वनिपात भवति तर्हि एव अनु पतन भवति, परन्तु पूर्वनिपात निर्माणं पूर्वमपि अहं न जानामि कृतसमासः अपि च सुपधातु प्रातिपदिकयो इदानीम् इदानीम् अनुयोगपतिम् इति अस्ति खलु महोदय, तदा वदतु, तदनन्तरं वदतु तच्चोदनं अनु अतः अनुपचन् भवति. अतः इदानीम् उद्देश्य अस्ति पथन अनुपथन अदन्तं प्रति निर्माणं कुर्मः, सत्यं, परन्तु अदन्तं प्रति निर्माणं कुर्मः परन्तु पथेन पथेन अहं केवलं जानामि अचोनत्यादिति सम्बन्धे अपि च न तद्धिते, परन्तु टि भागा अत्र इन् अस्ति, यदि टि भागा इन् अस्ति तर्हि टि इत्संज्ञा भवति, अतः अवशेषः अवशेषः एकवचनम् एक अवशेषः अस्ति अनु अनु अनुपथ हलन्त अपि च टच् नायन्ति यत् तर्हि टच् आयति तर्हि एव अनुपथः भवति, यदि अनुपथः भवति तर्हि अग्रे अनुपथं निर्माणं कर्तुं सूत्रद्वयम् आयान्ति, परन्तु अनुपथम् अनुपथ अग्रे यदि वयं गच्छामः अनुपथ प्रातिपदिकमस्ति, प्रातिपदिकं प्रत्ययं विना महत्त्वं नास्ति, अतः अनुपथ योगासूत्र आगच्छति सूत्राधारेण, तर्हि अव्ययात् आप् सुप् लुप् आयति, परन्तु सूत्रद्वयं प्रथमसूत्रम् अस्ति न अव्ययात् न अव्यय न अव्यभावात्, अतः अं तु अपञ्चम्या, परन्तु अत्र सूत्रे अव्ययभावात् अतः विशेषण विशेषसम्बन्धः अस्ति, तदन्तविधिः आधारेण अदन्तात् अव्ययभावात् भवति. तर्हि एव अम निषेधः अस्ति अवय अव्ययात् आपसु निषेधः अस्ति अम अम्भावः अस्ति, परन्तु कार्यम् अपि पूर्व यु नो पूर्वरूपसम्बन्धि आधारेण भवति, परन्तु तत्र एक अन्य सूत्र आगच्छति, सूत्रनाम द्वितीयपञ्चम्यो द्वितीयसप्तम्योः बलं बलमपि बहुलं बहुलम् ऐम् सारि नाट् बलम् ऐम् सारि क्षम्यताम्. तर्हि सूत्र अस्ति तृतीया सप्तम्योः बलं, परन्तु पूर्वं बहुलं न बहुलं परन्तु पूर्वं सूत्रम् अनुवृत्ति आगच्छति, अनुवृत्ति अस्ति अदन्तात् अविभावात्, तर्हि एव अत्रापि अमभवत् तर्हि पूर्व तर्हि पूर्व रूपं भवति वदामि वा भवान् पूर्वरूपं तृतीयाविभक्तिरूपं वदतु पञ्चमी तृतीयाविभक्तिरूपं कथं भवति तृतीय अनु न अहं वदामि यतः दन्तं वयं निर्माणः तर्हि विभक्ति रामवत् भवति तर्हि रामेण रामाभ्यां राम महोदय अनुपतम् इति अनुपतम् अनुपत इति प्रातिपदिकम् अस्ति खलु नपुंसकलिङ्ग अस्ति तस्य तृतीयाविभक्तिरूपं कथम् इति वदतु महोदय तत् पर्याप्तं भवति तत्सर्वं वदामश्चेत् सर्वे जानन्ति एव एतत् सर्वं वदतु ओके तृतीय वुड् बि अनुपथेन अनुपथाभ्याम् अनुपथैः द्वितीयविभक्ति सप्तमी सप्तमी अनुपथे अनुपथयोः अनुपथेषु सप्तमी भवति कामपि भवति पञ्चमी अनु पञ्चमी वयं जानीमः प्रथमसूत्राधारेण अनुपथात् अनुपथाभ्याम् अनुपथेभ्यः पञ्चमी तावदेव महोदय धन्यवादः उत्तमम् उत्तमरीत्या उक्तवान् धन्यवादः इदानीं चर्मन् इति शब्दं भगिनी आरब्धं कृतवती तत्र सरला भगिनी भवती पठति वा समयः अस्ति वा वक्तुं शक्यते वा भगिनी भवती चर्मन् इति नपुंसकलिङ्गपदम् अस्ति खलु चर्मन् पूर्वं वयं पुल्लिङ्गपदानि स्त्रीलिङ्गपदानि दृष्टवन्तः इदानीं चर्मन् इति चर्मणः समीपम् इति उदाहरणमस्ति चर्मणः अन्यत् उदाहरणं चर्मणः समीपम् उपचर्मम् उपचर्म चर्मन् इति नपुंसकलिङ्गशब्दः अस्ति अलौकिकविग्रहवाक्यं चर्मन् योग नस् योग उप चर्मन् इति अनन्तः शब्दः अस्ति अतः अत्र टच् इति प्रत्ययविकल्पेन विधीयते नपुंसकात् अन्यतरस्याम् इदानीं सूत्रं पठति वा भगिनि अग्रे सूत्रमस्ति तत् पठामः नपुंसकादात् अन्यतरस्याम् यस्य अव्ययीभावसमासस्य अन्ते अनन्तशब्दः नपुंसकलिङ्गे विद्यते तस्मात् तच् इति समासान्तप्रत्ययः विकल्पेन भवति नपुंसकात् पञ्चम्यान्तम् अन्यतस्याम् सप्तम्यान्तं द्विपदं सूत्रम् अनश्च इत्यस्मात् सूत्रात् अनः इत्यस्य अनुवृत्ति अव्ययीभावे शरदाप्रभृतभ्य इत्यस्मात् सूत्रात् अव्ययीभावे इत्यस्य विभक्तिपरिमाणं कृत्वा अव्ययीभावात् इत्यस्य अनुवृत्ति भवति राजा हस्तस्थि भ्रष्टश्च इत्यस्मात् सूत्रात् तच् इत्यस्य अनुवृत्ति भवति दधिताः समासान्ताः प्रत्ययः परश्च न्याप्राप्तिकात् इत्येषाम् अधिकार अनुवृत्तिसहितसूत्रं नपुंसकात् अनः अव्ययीभावात् न्याप्रातिपदिकात् परश्च तष्टदित समासान्तप्रत्ययः अन्यतरस्यां बहु ध्वनिः अस्ति प्रायः एकनिमिषं भगिनि तस्यापि प्रायः एकनिमिषम् इदानीं वदतु भगिनि मम पार्श्वे एव इति अहं जानामि इदानीं श्रूयते श्रूयते श्रूयते भगिनि अन्यतरस्यामिति नपुंसक यदि अन् अन्ते अस्ति पदस्य अन्ते अन् शब्दः आगच्छति तत्र नपुंसकलिङ्गम् अस्ति तत्र अन्येन सूत्रेण विकल्पेन तत् समासे अन्तः प्रत्ययः विधीयते समासान्तप्रत्यय तत् यत् अस्ति शरदि शरदाप्राभृत्यभ्य इति यत् स्त्रीलिङ्गे अपि पुल्लिङ्गे तस् प्रत्यय विद्यते तत्र नित्यम् अस्ति, किन्तु यदि पुस्तकात् अन्यतरसामसि तत्र विकल्पेन तस् विद्यते. अनुवृत्तिसहितसूत्रमस्ति नपुस्तकात् अन्नः, नपुस्तकात् तस्य पञ्चमी विभक्ति विभक्ति अस्ति. अन्न अस्ति तस्य अन्ते यदि अन्न प्रत्यय अन्यवर्ण आगच्छति. अव्ययीभावात् ज्ञाप् प्रातिपदिकात् परश्च अव्ययीभावात् तस्य अधिकारः अस्ति, ज्ञाप् प्रातिपदिकात् अपि अधिकारः अस्ति, परश्च अधिकारः अस्ति. तच् इति तदितप्रत्ययः अस्ति, तच् तदित समासान्तप्रत्ययः, समासान्तप्रत्ययः तच् इति समासान्तप्रत्ययः अस्ति, अन्यतरस्यामिति विकल्पेन आगच्छति. तत्र यथा चर्मन् इति पदम् अस्ति तत्र अन् तस्य अन्ते अस्ति, अन् तस्य अन्ते तत् यदि तच् प्रत्यय विधीयते अन्ते तत्र प्रक्रियायां समासान्तप्रक्रियायां तत्र एकपक्षे तच् विधीयते अन्यपक्षे तच् न विधीयते इति भवति. साधु उत्तमं भगिनि, तत्र उत्तमरीत्या उक्तवती. अत्र नपुंसकात् अनः, अनः इति पदं कस्यां विभक्तौ अस्ति इति वदति वा? अनः इति षष्ठी विभक्ति भवति, न स्थाने अस्ति तत्र अनः. अत्र टच् विधानं परे इति भवति खलु, अणः इति पञ्चमी नपुंसकात् पञ्चमी, अणः इत्युक्ते अण्णन्तात् इति अर्थः, अण्णन्तात् अण्णन्तात् नपुंसकात् अविभावात्, अविभावात् अधिकारं नास्ति भगिनि. अविभावः इति अविभावे इति पदं पूर्वस्मिन् सूत्रे अस्ति अविभावे, तस्य रूपपरिवर्तनं कृत्वा अविभावात् इति आगतम्. ज्ञाप्राधिपदिकात् इति सूत्रं यत् भवती उक्तवती समीचीनमेव, अधिकाररूपेण भवति. परश्च टच् विधानं भवति, तद्धितप्रत्ययः अस्ति टच्, तस्य विधानं भवति प्रत्ययः परश्च. उत्तमं भगिनि, एकनिमिषम् अग्रे सुमन् भगिनि पठति वा किञ्चित्? अद्य मास्तु, अद्य मास्तु महोदय, अग्रिमसप्ताहे पठामि. भवतु भवतु, अत्र भगिन्याः वर्गे अपि अत्रैव स्थगितं, किञ्चित् उक्त्वा अहं स्थगयामि. तत्र चर्मन् योगः न्यस् योगः उप इति अस्ति, अहं किञ्चित् पृच्छामि तदा के के उत्तरं दातुं शक्नुवन्ति ते कुर्वन्तु. इदानीम् उप इति समीपार्थे अस्ति, तस्य पूर्वप्रयोगः कथं भवति इति पुष्पा भगिनी वदति वा? महोदय किं वदामि? तत्र चर्मन् योगः न्यस् योगः उप इति अस्ति खलु, प्रातिपदिकयोः इत्यनेन लोपः सूत्रेण पूर्वप्रयोगेन सूत्रेण भवति उप इति अव्ययस्य पूर्वप्रयोगेन सूत्रेण भवति. तत्तु अव्ययधातुसूपः, न उप इति पूर्वप्रयोग कथं भवति? उपसर्जनं पूर्वम् इति अस्तु नियमः, तत् अस्ति तु विधिसूत्रमस्ति तु तस्य साक्षात् कथं जानीमः उप इति शब्दस्य पूर्वप्रयोगः भवेत् इति? प्रथमनिर्दिष्टं समा अस्ति न निर्दिष्टं समास उपसर्जनं अव्ययम् अव्ययविभक्ति समीप अव्ययविभक्ति समीप समृद्धि अर्थाभाव अन्य अव्यय तत्कारणेन उपसर्जनसंज्ञा भवति. तत् तत्तु उपसर्जनं पूर्वम् इति उपाक पूर्व आगच्छति. तत्र किञ्चित् अस्माकम् अवगमनं एकवचनं तत्र किम् इत्युक्ते एकनिमिषम् अहं वदामि. अत्र चर्मन्योगः उप इति अस्ति. उप इति किम् अव्ययम् अस्ति, समीपार्थे अस्ति, समीपार्थे समीप अर्थे इति अव्ययं विभक्ति समीपसमृद्धि. अत्र समीपम् इति अस्ति, समीपार्थे उप इति अव्ययं योजामश्चेत् तत्र अविभासमासः भवति इति तत् सूत्रं वदति. तत् तस्मिन् सूत्रे प्रथमाविभक्तौ अव्ययम् इति पदमस्ति खलु. अव्ययं तु प्रथमाविभक्तौ अस्ति. इदानीं प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रं किं वदति? प्रथमाविभक्तौ यत्पदम् अस्ति तेन पदेन यत्पदं लक्षितम् अस्ति इति अर्थः. तेन पदेन यत्पदं लक्षितम् अस्ति, यत्पदं सूचितमस्ति अव्ययम् इति पदेन यत्पदं सूचितमस्ति, उप इति पदं सूचितम् अस्ति. समीपम् इति सूचयति. अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति सूत्रे. प्रथमाविभक्तौ अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति. तेन पदेन यत्पदं सूचितम् अस्ति अथवा लक्षितम् अस्ति तस्य पदस्य उपसर्जनसंज्ञा. अव्ययम् इति पदेन उप इति पदं लक्षितम् अस्ति, उप इति पदस्य उपसर्जनसंज्ञा भवति. तदा उपसर्जनं पूर्वम् इति सूत्रेण तस्य पूर्वप्रयोगः भवति. यदा आङ्ग्लभाषायां वदामि चेत् अव्ययम् इस् इन् फस्ट् केस्. दिस् फस्ट् केस् वर्ड् इस् इण्डिकेटिङ्ग् अ वर्ड् विच् इस् अव्ययम्. सो दिस् वर्ड् गेट्स् उपसर्जनसंज्ञा. देन् उपसर्जनपूर्वं भवति. तादृश अर्थः अस्ति अत्र. अस्तु, अग्रे उपचर्मन् इति भवति. इदानीं गीता भगिनी. आं महोदय. अग्रे किं भवति इति किञ्चित् वदति वा? आं महोदय, एकः प्रश्नः. किन्तु अत्र चर्मन् इति विषये अनन्त अस्ति. अत्र अनन्त अस्ति. किमपि गणसूत्रम् अत्र न कार्यं करोति महोदय? न गणसूत्रं नास्ति. चरदादिगणे नास्ति खलु? अनश्च अपि चर्मन् इति शरदादिगणे नास्ति. उपचर्मन् इति अस्ति. अस्तु, अवगतं महोदय. उपचर्मन् अस्ति अत्र. तदनन्तरं नपुंसकलिङ्गं पदम् अस्ति इत्युक्ते नपुंसकात् अन्यतरस्याम् इति सूत्रेण विकल्पेन टच् आयाति. विकल्पेन न स्वीकरोति चेत् टच् अन्य एकम् अन्यविधि अस्ति. तत्र तु टच् न आयाति. यदि विकल्पेन टच् आयाति चेत् उपचर्मन् योगः टच् इत्युक्ते अवशिष्यते. उपचर्मन इति अस्ति. तदनन्तरं अमिपूर्वं नास्ति भगिनि. नाव्ययीभावात् त्वं पञ्चम्याः सूत्रेण पञ्चमी विहाय अत्र तु अम् आदेश अस्ति, उपचर्मनम् इति आयाति, उपचर्मनं तदनन्तरं तृतीय सप्तम्योर्बहुलं सूत्रेण तृतीयापि सप्तमी विकल्पेनान्यरूप एकनिमिषं तत्र दोषः अस्ति. एकनिमिषम् उपचर्मन् टच् योजनेन किं भवति? एकनिमिषं भगिनि, तत्र न स्तद्धिते इति सूत्रेण अण् इति टि भागस्य लोपः भवति खलु? उपचर्म इति भवति खलु? उपचर्म इति आयाति. अवगतं महोदय. तत् प्रथम तु अङ्गं तु टच् प्रत्ययस्य पूर्वं भागं भसंज्ञका अस्ति, अन्ते तु अन् तत्सर्वं टी भागः अस्ति. टी भागस्य लोपः भवति, लोपः भवति यचिभं सूत्रेण. तदनन्तरम् उपचर्म न टि भागस्य लोपः यति भवम् इति सूत्रेण, न स्थगिते इति सूत्रेण भवति. क्षम्यतां महोदय, सूत्रं किं वदति? यचिभं सूत्रं वदति भसंज्ञकः कः इति वदति. इत्येव वदति य अपि किमपि स्वरस्य पूर्वम् अङ्गस्य भागः तु भसंज्ञकः अस्ति इति यचिभं सत्यम्. इदानीं वदतु, चर्म उपचर्म योगः अम् उपचर्म योगः अम् आयाति नाव्ययी भावातंत्य पञ्चम्याः सूत्रेण. तदनन्तरम् उपचर्म अम् आयाति, तत् उपचर्मं भवति. तदनन्तरं पञ्चमी विहाय तु पञ्चमी तु उपचर्म. केन सूत्रेण उपचर्मम्? उपचर्म योग अम् इत्यत्र उपचर्मम् इति कथं भवति? अमिपूर्व इति आयाति, तु दीर्घ अमिपूर्व इति सूत्रेण सर्वे जानन्ति अमिपूर्वः इति न भवति. अपवादसूत्रम् अपवादसूत्रमस्ति. तदनन्तरं तृतीयपञ्चम्योर्बहुलं सूत्रेण उपचर्मेण, तृतीया अपि उपचर्मे सप्तमी अस्ति, पञ्चमी तु उपचर्मात् अस्ति. सप्तम्योर्बहुलं भगिनि, तृतीया पञ्चम्योर्न, तृतीया सप्तम्योर्बहुलं, तृतीया तु उपचर्मेण, सप्तमी तु उपचर्मे, पञ्चमी तु नाव्ययीभावसम्प पञ्चम्याः सूत्रेण उपचर्मात् एव तिष्ठति. सत्यं, तदेव. अस्तु भगिनि, धन्यवादः. एतावत् पर्यन्तम् चर्मणः समीपम् इति लौकिकविग्रहवाक्यस्य समासं कुर्मश्चेत् उपचर्मम् इति रूपं सिद्धं भवति. तस्य वैकल्पिकरूपमपि अस्ति, तद् अग्रिमवर्गे पश्येम. अत्र किञ्चित् वक्तुम् इच्छामि. एकनिमिषं, पुटसङ्ख्या 3-1-3-1-1 तत्र अत्र एकनिमिषं, तस्मात् पूर्वं तु 102 इति अस्ति खलु, तत्र संहिता अधिकारः इति अस्ति. संहिता अधिकारः द्वितीयस्तम्भे आरभ्यते. संहितायाम् इति अधिकारः, तत्रैव अत्सन्धि सूत्राणि भवन्ति अस्मिन् अधिकारे. चेच, तदनन्तरं दीर्घात्, इकोयनचि, एचोयवायवः, वान्तोयि प्रत्यये, एकः पूर्वपरयोः. अत्र एकः पूर्वपरयोः इति अधिकारः अस्ति. तत्रैव आद्गुणः, वृद्धिरेचि, अग्रिमपुटे वृद्धिरेचि, आटश्च आटश्च इति वयं दृष्टवन्तः पूर्वं लङ्गलकारविषये उपसर्गादृति धातो एङ् पररूपम् इदानीं पररूपसन्धि एङ्गि पररूपम् ओमङ्गश्च अतो गुणे पररूपसन्धि एकत्र अस्ति तादृशमेव पूर्वरूपसन्धि पूर्वरूपसन्धि कुत्र अस्ति इति उल्लेखितस्य प्रथमेव पूर्वसर्णः तस्मात् चतुर्नंसि नादिकि एतत् सर्वं तदनन्तरं पूर्वरूप पूर्वसवर्णदीर्घसन्धि तत् पूर्वरूपसन्धिः अस्ति अमिपूर्वः सम्प्रसारणच्च सम्प्रसारणच्च वयं व्याकरणवर्गे दृष्टवन्तः सम्प्रसारणच्च लेङ्गपदान्ततिः एतदपि परिचितं सूत्रमेव एङ्गः पदान्तादति अमिपूर्वः अपि अत्र पूर्वरूपसन्धि प्रकरणे अस्ति अस्तु कुत्र कुत्र एकत्र कृतः पाणिनिना एकत्र पूर्वरूपसन्धि कुत्र कुत्र भवति इति एकस्मिन् देशे एव उक्तवान् अस्ति तादृशमेव दीर्घः कुत्र कुत्र भवति तदनन्तरं पररूपसन्धि कुत्र कुत्र भवति तादृश प्रकरणरूपेण निर्मानितवान् पाणिनिना निर्मितः अस्ति निर्मिता अस्ति अष्टाध्यायी प्रकरणरूपेण एतदवगच्छामश्चेत् किञ्चित् सुलभरूपेण अर्थबोधं भवति इत्युक्ते अमिपूर्वः इति अस्ति खलु सम्प्रसारणाच्च इत्युक्ते किं सम्प्रसारणे अपि पूर्वः इति भवति पूर्वः इति अनुवृत्तिरूपेण भवति सम्प्रसारणाच्च पूर्वः इति भवति तादृशम् एङ्गः पदान्तादति एङ्गः पदान्ताद् एङ्गः अतिपरे पूर्वः पूर्वपरयोः इति अधिकारः अस्ति पूर्वपरयोः एकः आदेशरूपेण भवति इति अर्थः अधिकारं जानीमश्चेत् तदनन्तरं सूत्रं पश्यामश्चेत् तस्य अनुवर्ति किम् इति पश्यामश्चेत् सूत्रस्य अवगमनं सुलभः भवति सुलभं भवति अस्तु अत्र त्यजामि संशयः अस्ति वा यस्य कस्यापि महोदय निमिषद्वयं तिष्ठति खलु इदानीं स्थगयामि तस्मात् पूर्वं रेकार्डिङ्ग् अपि स्थगयति स्थगयामि अस्तु इदानीं शान्तिपात्रम् उक्त्वा स्थगयामि सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः एकसूचना अस्ति एकनिमिषम्